नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र यङन्तदातवः इति नूतनपाठः गतसप्ताहे वयम् आरम्भं कृतवन्तः। तद् यङन्तप्रक्रिया अपि अनिट् इत्यत्र अन्यतमः अस्ति। यङ् प्रत्ययः वलादिः नास्ति, अतः तत्रापि इडागमचिन्तनं न भवति। यङ् लुक् दृष्टवन्तः, इदानीं यङ् इति तत्र द्वादशसु धातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः, अर्थः तु वारं वारम् अधिकाधिकम् इत्यस्मिन् अर्थे भवति इति। तत्र पट् योगः यङ् पट्य इति यङन्त धातुः भवति, परन्तु गतपाठे तु वयं यङ् लुक् भवति इति दृष्टवन्तः। तत्र तु यदा यङ् लुक् जातः, तत्र यङ् इति प्रत्ययस्य लुक् लुकि, तत्र पापट् इति यङ् लुगन्तधातुः, पापट् इति हलन्त धातुः आसीत्। इदानीं तु अजन्त पापट्य इति अजन्त धातुः अत्र भवति, परन्तु अर्थः तु समानः। तत्र यदा वयं दृष्टवन्तः अत्रापि धातोरेकाचो हलादे क्रियसमाभिहारे यङ् इत्यत्र वारं वारम् अतिशयार्थे तत्र हलादि एकाच् धातुभ्यः यङ् प्रत्ययः विधीयते। तत्र धातुः तत्र निमित्तत्रयम् आसीत् विवक्षा क्रियासमभिहारे भवेत् इत्युक्ते वारं वारम् अतिशयार्थे इति अर्थे भवेत्। धातुः हलादिः भवेत्, धातुः एकाच् भवेत्। हलादिधातुः यदा वयं यङ् प्रत्ययः योजयामः चेदेव तद् पापट्या इति यङ् रूपं जातम्। अतः धातुः हलादिः भवेत्, एकाच् अपि भवेत्। तत्र त्रिषु अन्यतमः अस्ति चेत् तत्र यङ् न भवति इति चिन्तनम्। तत्र यदा जागृ इति धातुः हलादिः अस्ति परन्तु अनेकाच्, अतः तत्र यङ् प्रत्ययः न विधीयते। तादृश उदाहरणानि अपि दृष्टवन्तः। यथा पूर्वस्मिन् पाठे अत्रापि तत्र विशिष्टसु वार्तिकानि सन्ति, अनेन तत्र यङ् विधीयते। सूची, सूत्री, मूत्री इत्येभ्यः त्रिभ्यः अनेकाच् धातुभ्यः, अनन्तरम् अट्, ऋ, अष्, ऊर्णु चतुर्भ्यः अजादिधातुभ्यः यङ् प्रत्ययः भवति। अनन्तरं नित्यं कौटिल्यगतौ, तत्र गत्यार्थकधातुः कुटिलगमनार्थे एव, तस्मिन् अर्थे एव तत्र यङ् विधीयते, न तु क्रियासमाभिहारार्थे। तदपि योजितं विशेष नियमाः। अनन्तरं लुप, सद, चर, जप, जभ, दह, दश, धृ इति धातुभ्यः क्रियायाः भावगर्हार्थे यङ् प्रत्ययः भवति, अन्येषु अर्थेषु न भवति। भावशब्दः इत्युक्ते क्रियासङ्केतः, क्रियायाः निन्दा, तदेव असमीचीनरीत्या यदा क्रिया सम्पन्ना तत्र भावगर्हः इति उच्यते, तस्मिन् अर्थे परिगणितधातुषु तत्र यङ् विधीयते, यङ् प्रत्ययः विधीयते इति दृष्टवन्तः। अनन्तरम् अतः अत्र चतुर्षु क्षम्यतां कुत्र कुत्र भवति इत्युक्ते तत्र अजादिधातुषु अट्, ऋ, अश्, ऊर्णु यङ् भवति, अवशिष्टेभ्यः अजादिधातुभ्यः यङ् न भवति। हलादिधातुः तत्र एकाच् अनेकाच् इति भागद्वयम्, अनेकाच् धातुषु केवलं सूची, सूत्री, मूत्री त्रिभ्यः यङ् भवति, अवशिष्ट हलादि अनेकाच् धातुभ्यः यङ् न भवति। सर्वे निजन्ताः सनन्ताः अनेकाचः, अतः तेभ्यः यङ् न भवति। निजन्तः सनन्तः अस्ति चेत् ते तु अनेकाच् धातवः सन्ति, अतः तत्रापि यङ् न भवति। स्थुरादिगणे यावन्तः धातवः सन्ति ते सर्वे अनेकाचः, तत्रापि यङ् न भवति। दीदी, वेदी, दरिद्रा, जागृ, चकास् तत्रापि यङ् न भवति। अतः एकाच् भवतु तत्र केवलं परिगणितधातुषु, त्रिभ्यः एव सूची, सूत्री, मूत्री इति यत् अनेकाच् अस्ति तेषामेव, फलादिधातुषु तेषामेव तत्र यङ् विधीयते, अन्येषां तु न। प, पट् वद् मुद् बुद् इति एकाच् हलादिधातुभ्यः यङ् प्रत्ययः. एकाच् अस्ति चेत् तत्र नास्ति चिह्नं, हलादि एकाच् अस्ति चेत् तत्र तु यं विधीयते एव. अजादिधातुषु अट् ऋ अशु ऊर्णु तत्र यङ् विधीयते विशिष्टसूत्रेण, अवशिष्टेभ्यः अजादिधातुभ्यः न विधीयते. तावत्पर्यन्तं दृष्टवन्तः यङन्तस्यापि यदा यङ्लुक् इत्यस्य आसीत् तादृशमेव अत्रापि सनाद्यन्ता दातवः इत्यनेन धातुसंज्ञा विधीयते. अत्र विशेषः कः इत्युक्ते आत्मनेपदिरूपं भवति. यदा वयं यङ्लुक् इत्यत्र दृष्टवन्तः तत्र तु परस्मैपदिरूपम् आसीत्, यङ्लुक् जातः अतः तत्र परस्मैपदिरूपमेव आसीत्. अत्र तु आत्मनेपदिरूपं भवति, अनुदातङित आत्मनेपदम् इत्यनेन यङ् इत्यत्र नित् अस्ति, अतः तत्र आत्मनेपदि भवति धातुः. अनन्तरं तत्र रूपाणि, सिद्धरूपाणि भवन्तः जानन्ति एव. अत्र तु यदा तत्र गतपाठे रूपद्वयम् आसीत्, अत्र तु एकमेव रूपं दृश्यते. तत् एकं दृष्टवन्तः. अनन्तरं कर्तरि शप् विधीयते दशा. अत्र धातुभ्यः चप् प्रत्ययः विधीयते. तत्र धा इति धातुः यदा वयं स्वीकुर्मः तत्र द्वित्वं सर्वं कृत्वा धेदीय इति यङन्तधातुः, देदीय योगः ते आत्मनेपदिप्रत्ययः अनुदातङ्गित आत्मनेपदं. कर्तरी शप् इत्यनेन कर्त्रार्थे सार्वधातुकप्रत्यये परे शप् विधीयते. देदीय योगः अयोगः ते तत्र अतो गुणे इत्यनेन पररूपम् एकादेशः देदीयते इति रूपं भवति. तद् तदपि गतसप्ताहे दृष्टवन्तः, तस्य रूपाणि अपि दत्तानि अत्र. अद्य यङन्तप्रक्रिया इति आरभ्य एकवारं पठामः. प्रायः तत् सूत्रं गतसप्ताहे पठितम् अस्माभिः, परन्तु तस्मादेव पुनः पठामः. अत्र इतोपि चिन्तनम् अस्ति अस्मिन् पाठे, तद् पठामः. नमस्कारः भगिनि. उषा नमस्ते. नमस्ते भगिनि. रघुपति महोदय, भवान् एव आरम्भं करोति वा यङन्तप्रक्रिया? आम्, श्रूयते खलु मम ध्वनि? इदानीं सम्यक् अस्ति. यङन्तप्रक्रिया सर्वप्रथमं यङ् विधीयते तदा सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा. यङ् प्रत्ययं निमित्तीकृते यत्किमपि अङ्गकार्यं प्रसक्तं यथा सम्प्रसारणं न लोपः इत्यादिकं तत्सर्वम् अधुना कर्तव्यम्, अनन्तरं द्वित्वम् अभ्यासकार्यञ्च. तर्हि प्रथमं यङ् विधीयते धातुसंज्ञा भवति. यङ् निमित्तीकृत्य अङ्गकार्यं किमपि अस्ति चेत् तत् करणीयमस्ति, सम्प्रसारण न लोप इत्यादिकम्. इदानीं तत् अधुना तत्सर्वं कर्तव्यम्, अनन्तरं द्वित्व भवति, अनन्तरं द्वित्वं भवति अत्र. अस्तु, अनन्तरमेव धातुसंज्ञा भवति तदा एव द्वित्वं भवति. गतपाठे अस्माकं कृते अङ्गकार्यमेव न आसीत् किल, तत्र यङ् तु लुक् जातः, यङ् निमित्तीकृत्य अङ्गकार्याणि तु किमपि न आसन्, सम्प्रसारणं कृतवन्तः वा? न कृतवन्तः किल, तत्र क्षिपाष्टपा निर्दिष्टम् इति आसीत्, अतः सम्प्रसारणमपि न अभवत्. सः तदेव भेदः द्वयोः. आम् आम्, द्वित्वं सनङ्गोः संज्ञोः सनन्तस्य यङन्तस्य च धातोः धातुः अनभ्यासस्य प्रथमस्य एकाच् अवयवस्य द्वे स्तः. सनन्तस्य यङन्तस्य च धातुः अनभ्यासस्य प्रथमस्य एकाच् अवयवस्य द्वे स्तः. अजादेस्तु द्वितीयस्य सञ्च यङ् च तयोः इतरेतरद्वन्द्वः सनङ्गौ तयोः सनङ्गयोः षष्ट्यन्तम् एकपदमिदं सूत्रं लिटिधातुरनभ्यासस्य इत्यस्मात् धातोः अनभ्यासस्य इत्यनयोः अनुवृत्तिः एकाच द्वे प्रथमस्य अजादे द्वितीयस्य इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रं सनङ्गोः धातोः अनभ्यासस्य अनभ्यासस्य एकाचः द्वे प्रथमस्य अजादे द्वितीयस्य तर्हि सनन्त एतत् सनङ्गः इति वदति द्वित्तं भवति इति तत्र सूत्रं वक्ति धातोः अनभ्यासस्य एकाचः प्रथमस्य एकाच अवयवस्य द्वे स्तः इति एक एतत् अनेकाच अस्ति तर्हि प्रथमस्य एकाच भागस्य एव द्वित्तं भवति इति वदति अग्रे एकाच द्वे प्रथमस्य इति सूत्रम् अधिकारसूत्रमस्ति प्रथमस्य एकाच भागस्य द्वित्तं भवति यथा जागृ इत्यस्मिन् जा एकाच भागः अस्ति अन्यत् गृ इति एकाच भागः अस्ति तर्हि प्रथमस्य जा जागृ इति भवति इति सामान्यतः परन्तु जागृधातोः न भवति खलु तत्र न भवति अत्र केवलम् उदाहरणरूपेण यङ् न भवति द्वित्वं भवति यङ् न भवति तावत् पच् अत्रापि इदानीं पच् इति एकाच भागः पच् एव अस्ति यत् यत् अग्रिम अच् पर्यन्तम् एकाचः इति वयं दृष्टवन्तः पच् इति तत्र पकार अकार चकार अस्ति तत्र चकार अपि योजनीयमस्ति पच् एव एकाच अस्ति तर्हि सम्पूर्णस्य पच् पच् इति भवति इति अस्ति तत्र प्रथम इति इ एव अस्ति एकाचभागः तर्हि इ एव षष्ठ्याध्यायस्य प्रथमपादस्य द्वादशं सूत्रमस्ति सूत्रं पर्यन्तं सर्वत्र अनुवर्तते अस्य अधिकारस्य प्रसक्तिः एकाचः षष्ट्यन्तं द्वे प्रथमान्तं प्रथमस्य षष्ट्यन्तं द्विपदविधं सूत्रं सूत्रं स्वयं सम्पूर्णम् प्रथमस्य एकाचः द्वे इति प्रथमस्य एकाच भागस्य द्वित्तं भवति इति अस्ति तर्हि यदि सामान्यसूत्रमस्ति एतत् सर्वत्र भवति इति अस्ति इदानीं द्वितीयसूत्रमस्ति अजादे द्वितीयस्य अधिकारसूत्रम् अजादिधातोः द्वितीयस्य एकाच भागस्य द्वित्तं भवति इदानीम् ऊर्णु इति अस्ति ऊर्णु इति अत्र प्रथम एकाच भागः ऊ इति अनन्तरम् ऋणु इति तर्हि तत्र ऊर्णु इति वयं दृष्टवन्तः अत्र नूयव अवशिष्यते नकारः प्रायः णत्वेन अभवत् अत्र ऊर्णु ऋणु इति अस्ति तत्र नन्द्रासंयोगादि वयं जानीमः तत्र रेफस्य न भवति अतः ऊर्णु नु अत्र ऊर्णु एव ऋणु ऋणु इति भवेत् परन्नु नु एव इति अस्ति द्वितीयस्य एकाश भागस्य अजादि अस्ति अथ द्वितीयस्य एकाश भागस्य द्वित्तं भवति एतत् षष्ठ्याध्यायस्य प्रथमपादस्य क्षम्यताम् षष्ठ्याध्यायस्य प्रथमपादस्य द्वादशसूत्रपर्यन्तं सर्वत्र अनुवर्तते अजादे षष्ट्यन्तं द्वितीयस्य षष्ट्यन्तं द्विपदवितसूत्रं सूत्रं स्वयं सम्पूर्णम् अजादे द्वितीयस्य एकाचः द्वे इति तर्हि अजादेः द्वितीयस्य एकाच भागस्य द्वितीयस्य एकाच भागस्य द्वे भवति हलादि अस्ति चेत् प्रथमस्य एकाच भागस्य द्वे भवति इति अस्ति अतः तत्र क्रमः एवं भवेत् एकाचो द्वे प्रथमस्य अजादे द्वितीयस्य अनन्तरं संयङ्गोः संयङ्गोः इत्यनेन नवमसूत्रं किल तत्र अधिकारसूत्रद्वयमपि तत्र अनुवर्तते एव अतः तत्र एव एकाचो द्वे प्रथमस्य अजादे द्वितीयस्य संयङ्गोः धातोः अनभ्यासस्य तदेव तत्र धन्यवादः महोदय प्रायः अरुणा भगिनी भवती पठति वा भगिनि बहुत्र धातुः भगिनि बहुत्र धातुः एकाच् एव तथा भवति चेत् समग्रतः एव द्वित्वं समग्रधातोरेव समग्रधातोरेव द्वित्वं भवति यथा जुहोत्यादिगणे मा मा हा हा यङ्गन्तधातुः सदा अनेकाच् यतोहि औपदेशिकधातौ न्यूनति न्यूनाति न्यूनम् न्यून्यात् न्यूनम् एकः स्वरः अस्य एव तदा या इत्यस्य संयोजनेन या इत्यस्मिन् यः अकारः सः यङ्दन्तधातोः द्वितीय अचुवर्णः भवति. धातुः अनेका चेदपि च हलादि इति चेत् एकाचो द्वे प्रथमस्य इत्यनेन प्रथमस्य एका भागस्य द्वित्वं भवति. धातु अनेका चेत् अपि च अजादि अति चेत् अजादेर्द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वं भवति. एकाच् भागः इत्युक्ते यदा हि प्रथमः अच्वर्णः आयाति स च वर्णः भागस्य अन्ते भवति. नाम स्वरवर्णः भागस्य अन्तिमवर्णौ भवति. अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः. ओके, वयं जानीमः सर्वे बहुत्र सर्वे प्रायः सर्वे अनेकधातवः एकाचेव. अतः समग्र धातुवर्णद्युक्तं भवति, धातोः वर्णद्युक्तं भवति. उदाहरणमस्ति मा धातु जुहातिगणे त्वं भूत्वा मामा भवति, तदेव हा धातु हा हा इति भवति. इङ्गन्तधातु वयं जानीमः तदेव सर्वे अनेकाच् किमर्थमस्ति चेत् यतोहि औपदेशिकधातौ न्यूनाति न्यूनम् एकः स्वरः अस्ति एव. तदा अनन्तरं या संयोजनेन या यस्मिन् यः अकारः स यङ्गन्तधातु द्वितीय अच्वर्णः भवति. अनेका धातु अनेका चेत् विनो हलादि अति अस्ति चेत् एकाचो द्वे प्रथमस्य इत्यनेन प्रथमस्य एका भागस्य द्वितं भवति. धातु अनेका चेत् अपि च अजादि चेत् अजादे द्वितीयस्य इत्यनेन द्वितीयकार्यं भवति. द्वितीयस्य एकाच् भागस्य द्वित्वं भवति. अत्र विवरणं दत्तम् एकाच् भागः इति किमर्थम् इति. प्रथमः अचुवर्णः अस्ति धातुतः न पदे स च वर्णः तच्च वर्णस्य भागस्य अन्ते भवति. नाम अस्तु मा धातु अत्र मा इति प्रथम हल्लन्तधातु प्रथम भागे अकार मकार आकार अपि प्रथम एकाच भागः भवति. भगिनि उदाहरणं अग्रे पठतु. तत्र उदाहरणं दत्तमस्ति यथा भूयोगः यथा भूयोगय भूय इत्यस्य सनाद्यन्तधातवः इत्येन धातुसंज्ञा प्राप्नोति. सन्यङ्गौ इत्येन द्वित्वं भूय इति धातु अनेकाच् हलादि अतः प्रथमस्य एकाच् भागद्वित्वम् ऊकारः स्वरः अतः च उकार प्रथम भागस्य अन्तिमवर्णः भू इति प्रथमभागः तस्य च द्वित्वं भू भूय. तद् वयं भूधातो पकार उकार अस्ति प्रथमं भूय यङन्तरूपम् अस्ति सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा प्राप्नोति. संज्ञयोजसूत्रेण द्वित्वं भवति. अत्र द्वित्वं हलादि अस्ति धातु हलादि अस्ति एका च अस्ति. प्रथमभागः भकार ओकार ततः तत् द्वित्वं भवति भू इति भू भूय इति द्वित्वरूपं भवति. अजादिः किल भूय भू इति ऊकारः अजादि हलादि हलादि भू बकार भूकार इति अन्तिमवर्णः आदि प्रथमभागः प्रथमभागः आदि अन्तः न आदिः किल हा अहं तु अन्तः अन्त आम् आं महोदय अत्र भू भू य इति अस्ति खलु इदानीम् अभ्यस्त अभ्याससंज्ञा भू इत्यस्य अभ्यस्तसंज्ञा भू भू इत्यस्य भवति वा अथवा सम्पूर्ण भू भू इति तदेव चिन्तनम् अग्रे अपि अस्ति तस्यैव महाभाष्यस्य वाक्यानि स्वीकृत्य चर्चां कृतवन्तः परन्तु निष्कर्षः भू भू इत्यस्य एव अभ्यस्तसंज्ञा विश्वस्य एव अभ्यस्तसंज्ञा आम् चर्चायाः पूर्वमेव मया उत्तरम् उक्तं तत्र तदेव अस्ति अग्रे किमर्थं तादृशं वयं यदा य यङ् इति विधीयते तत्र संज्ञोः इत्यनेन यङ् विधानानन्तरमेव वयं द्वित्वं कुर्मः किल तदा तत्र भूय भूय इति किमर्थं न भवति तत्र भूभूय इति किमर्थम् इति तादृशचिन्तनमेव अग्रे अस्ति पट् धातुः स्वीकृत्य ते कृतवन्तः भू इत्यत्र तु तत्र क्लेशः नास्ति चिन्तने तत्र एका चैव अस्ति अट् वा पट् वा किमपि अन्यत् स्वीकृत्य तत्र चर्चां कृतवन्तः तत्र पपट् इति भवति वा पट् पट् इति भवति वा तत्र किमर्थं हलादिशेषः तस्य प्रयोजनं किम् इति तत्र यङ् लुक् इत्यत्र एतादृशक्लेशः न आसीत् किमर्थम् इत्युक्ते यङ् तु लुक् जातः इदानीम् अत्र संज्ञोः इत्यनेन यत् यङ् विधीयते तत्तु अत्र स्थास्यति एव किल तस्य लुक् तु न जातः अतः एव प्रश्नः इदानीं द्वित्वं कस्य करणीयम् कस्य अनेकाच् भवति कस्य करणीयं द्वित्वं कस्य अभ्यस्त इति संज्ञा इति एतादृशप्रश्नः आगच्छति इदानीं तु सम्यक् एव भू भूय इति सम्यक् एव भू भू भू इति अभ्यस्तं उभे अभ्यस्तम् इति भू भू इत्यस्य अभ्यस्त इति संज्ञा अस्तु भगिनि अग्रे किन्तु धातुः किन्तु धातुः अजादि अस्ति चेत् अजादेव् द्वितीयस्य इत्यनेन द्वित्वम् एकाच् भागस्य द्वित्वं भवति उदाहरणम् अस् योगः या अत्र अस्ति इति अजादि धातुः अतः अस्य इत्यस्य सनाद्यन्तदातः इति धातुसंज्ञा संज्ञो इति सूत्रेण अजादि द्वितीयस्य द्वित्वं द्वितीयो अजादेव द्वितीयस्य सूत्रेण द्वितीयवर्ण एव द्वित्वं भवति अतः रूपमस्ति देयं तत् यङ् प्रत्ययनिमित्तीकृतद्वित्वम् इति वार्ता नास्ति देयं यत् यङ् प्रत्ययं निमित्त द्वित्वम् इति वार्ता नास्ति अस् यवया अस्य आस्यास्य इत्यस्य दर्शनेन स्पष्टं भवति यत् यङ् प्रत्ययः द्वित्वकार्यस्य निमित्तं नास्ति य एव स्थानी नाम स च या कार्यस्य स्थलं नास्ति अपरेषु द्वित्वप्रसङ्गेषु प्रत्ययः सप्तमी विभक्तौ भवति लिटि धातोरनभ्यासस्य श्लौ चङ्गी येषु लिटि श्लौ चङ्गी इति सप्तम्यत्वानि किन्तु संज्ञो इत्यस्मिन् संज्ञो इति षष्ट्यन्तपदं यतोहि तस्य एव द्वित्वं भवति यस्य अन्ते यङ् अस्ति तस्य द्वित्वं भवति यङ् तस्मिन् द्वित्वकार्ये अन्तर्भूतमेव उदाहरणं प्रयत्नं करोमि धातुतः यङ् प्रत्ययनिमित्तं भवति इति दित्तम् इति कार्यं केवलं यङ् प्रत्यय अस्ति एव भवति इति नास्ति. उदाहरणमस्ति अस् धातु योगय अस्य अत्र अदाद्या भूत्वा अस्यास्य इत्यस्य रूपं वयं जानीमः. यत् प्रत्ययः द्वित्वकार्यस्य निमित्तं नास्ति न अवगतं भगिनि. तत्र तत्र अश् इति एव धातुः, तत्र य इति यङ् यङ् धातुरेकासो समविहारे यङ् इत्यनेन यङ् विधीयते. इदानीं नूतनधातुः कः इत्युक्ते अश्य इति धातुसंज्ञा. तत्र इदानीं वयं यदा द्वित्वं कुर्मः, अजादिः अस्ति अत्र अनेकाच् अस्ति, अकारः इति एकाच्, यकारोत्तरवर्ति अकारः इति एकाच्, अतः अनेकाच् अस्ति, परन्तु अजादिः अस्ति. अजादेर्द्वितीयस्य इत्युक्ते द्वितीयस्य एकाच् भागस्य द्वित्वं करणीयम्. द्वितीय एकाच् भागः कः इत्युक्ते श्य, चकारः, यकारः, अकारः, अतः अ श्य श्य. इदानीं यङ् य इति तत्र एव अन्तर्भूतमस्ति. यङ् निमित्तीकृत्य तु द्वित्वं न भवति. तत्र किमर्थं तादृशम् इत्युक्ते तत्र संज्ञोः इति सूत्रे संज्ञोः इति षष्ट्यन्तं पदमस्ति. यङ्गोः इति षष्टि द्विवचनं, सन् यङ्गोः षष्टि द्विवचनं. वयं तु जानीमः किल षष्ट्यन्तम् इत्युक्ते स्थानी इति, अतः तत्र एव द्वित्वं भवति. यतोहि तस्य एव द्वित्वं, तस्य इत्युक्ते यङ् यङ्गः एव द्वित्वं भवति. यत्र यङ् तदा यदि तत्र यङ् नास्ति चेत् तत्र द्वित्वमपि न भवति किल, परन्तु अत्र यङ् अस्ति अतः द्वित्वं भवति. द्वित्वकार्यस्य अन्तर्भूतं यङ् एतादृशचिन्तनं कदा आगच्छति इत्युक्ते अजादिः अस्ति चेत् आगच्छति. पूर्वस्मिन् उदाहरणे पश्यतु, तत्र भू इति धातुः य योजयामः भूय, परन्तु तद् धातुः एकाच् अस्ति, अनन्तरं हलादिः अस्ति. तत्र वयं भूय भूय इति न कृतवन्तः, वयं तु भूभूय इत्येव कृतवन्तः. भूय भूय इति यदा कुर्मः चेदपि हलादिशेषः इत्यनेन तत्र तस्य लोपः तु भवति एव अग्रे, परन्तु भूभूय इत्येव. परन्तु यथा अजादिः अस्ति चेत् एतादृशचिन्तनं, तत्र संज्ञोः इति षष्ट्यन्तं तदेव स्थानी इति कृत्वा यत् द्वित्वं वयं कुर्मः तद् अन्तर्भूतं भवति इति, द्वित्वकार्यस्य अन्तर्भूतं भवति. अवगतं वा? एतादृशचिन्तनं वयं यदा श्लौ इति कृतवन्तः तस्मिन् समये एतादृशचिन्तनं वयं न कृतवन्तः. तदपि उक्तं किमर्थम् इत्युक्ते तत् सप्तमी विभक्तिः तस्मिन् इति निर्दिष्टे पूर्वस्य तत्र, अतः तत्र एतादृशचिन्तनं न अभवत्, अत्र एव आगच्छत्. वयं भगिनि तत्र वयं पूर्वं दृष्टवन्तः चर्चितवन्तः, अहं चिन्तयामि इदानीं स्मरामि, तत्र अश्य इति अस्ति, तत्र अग्रिम अस्तु अच् अच् पर्यन्तमेव खलु, प्रथम अच् पर्यन्तमेव अ इति अस्ति, न तु अश्य इति. न न आम् अस्ति. तर्हि पट् इत्यस्मिन् प इति भवितुमर्हति खलु, प इति किमर्थं तत्र पट् पट् इति वयं कुर्मः? हा, तदेव चिन्तनम् अग्रे आगच्छति. तादृशं वयं प पट् इति अपि प पट् इति अपि कर्तुं शक्यते, यद्यपि तत्र लोपः तु भवति एव किल हलादिशेषः इत्यनेन, परन्तु तादृशमपि साधु एव, प पट् इत्यपि स्वीकर्तुं शक्यते इति. परन्तु भूय इत्यस्मिन् न कर्तुं शक्यते, न कर्तुं शक्यते, तत्र न कर्तुं, हा सत्य, तत्र अकारः अवशिष्यते किल, अनन्तरम् उकार अकारयोः किमपि सन्धिः इति रूप साधुरूपमेव आगच्छति. पत् इत्यत्र तु कर्तुं शक्नुमः. पश्यामः. धन्यवादः भगिनी. उषा भगिनी पठति वा अस्य च सिद्धान्तस्य फलम्? भगिनि यङ् तस्मिन् द्वित्वकार्ये अन्तर्भूतम् एव इति इत्यस्य वाक्यं द्वित्वस्य अनन्तरं यकारः अस्ति इति वा? तस्मिन् द्वित्वकार्ये अन्तर्भूतमेव इट् इस् पार्ट् आफ् दट् अस्तु. अनन्तरं भगिनि अश्य इति अजन्तदा मीन् अजादिधातु, अजादिधातु इत्यनेन यङ् प्रत्ययः नास्ति. ओ अश्य अश्य ओ अस्तु ओ ओके ओके सूत्री इत्येभ्यः यङ् विधीयते. पूर्ण अजादि अपि अस्ति, अपि च तत्र अनेका च अपि अस्ति. आं सत्यम् ऊर्णो इत्यत्र. आं सत्यम्. आम् अस्तु भगिनि. भगिनि अपि च ऐ मीन् वि हेव् यूस् लाट् आफ् अभ्यास पूर्व अभ्यासः उभे अभ्यस्तम् अभ्यासः वि हेव् यूस्ड् अ लाट् बट् अभ्यस्तम् अभ्यस्तसंज्ञा उभे अभ्यस्तम् आं सत्यं बट् वि हेवेण्ट् यूस्ड् अभ्यस्त इति. आं वयं दृष्टवन्तः खलु भवतः सूत्रेषु अस्ति खलु अदभ्यस्तात् तादृशम् तदपि आगच्छति भगिनी अग्रे अस्ति. ओ ओ अभ्यस्तः अभ्यस्ताभ्यस्ताभ्यस्तः यङ्ग् लुक् इति कृते वि डिड् लाट् आफ् अभ्यासक अभ्यास प्रथम प्रत्ययस्य परिवर्तनं कृतम् अन्ति इत्यस्य तत्तु अभवत् एव किल तत्र. अस्तु भगिनि. ध्येयं यत् यङ् प्रत्ययं निमित्तीकृत्य द्वित्वम् इति भगिन्या पठितं किल अग्रे पठितम्. आम् आम् आम् आं यङ् तस्मिन् द्वित्वकार्ये अन्तर्भूतम्. आम् अस्य च सिद्धान्तस्य फलम् अजादिधातुप्रसङ्गे संयङ्गोः इत्यस्मिन् संयङ्गोः यदि सप्तमी अन्तं स्यात् नाम द्वित्वं निमित्तं स्यात् तर्हि अश् योगः यकारः इति स्थिते अश् योगः अश् योगः य इति दोषपूर्णरूपं सेत्स्यति. आहत्य वामतः एकाच् भागः अच्वर्णेन समाप्यते. फलं तु अजादिधातुप्रसङ्गे हलादिधातूनां कृते यथा कथमपि करोति चेत् दोषः न भवति, किन्तु सङ्गतिकृते सामञ्जस्य कृते सर्वत्र समानरीत्या क्रियते चेत् वरम् इति कृत्वा अग्रे शीङ् धातोः ह्य षकारयकारयोगः यकार इति प्रसङ्गे श श ईय इत्येव सम्यक्. शय इति प्रसङ्गे ओके प्रथम हलादिधातु प्रथमभाग सो श शय शय इत्येव सम्यक्. अस्तु. एवं च सर्वत्र समानरीत्या क्रियते चेत् सारल्यम्. एतदेव मातॄणां मतम्. अस्तु. वयं दृष्टवन्तः अश् इति कृते वयं अश्य इति अश्यश्य इत्यस्य स्पष्टं भवति. यतोहि अजादिधातु अस्ति चेत् अजादे द्वितीयस्य इत्यनेन द्वितीयभागस्य द्वित्वं भवति. द्वितीयभागस्य द्वित्वं भवति इति चेत् प्रथम एकाच् विहाय द्वितीयभागम् इति चेत् अश्यश्य अश्यश्य इति भवति. अत्र संयङ्गोः इति सप्तमी अन्तं नाम द्वित्वनिमित्तम् आम् सन्न्यङ्गोः इति सप्तमी अन्तं स्यात् इति कृते न अत्र षष्ट्यन्तवचनं परन्तु सन्न्यङ्गोः इत्यस्मिन् सन्न्यङ्गोः यदि सप्तमीयन्तं स्यात् यदि सप्तमीयन्तं स्यात् नाम द्वित्वस्य निमित्तं स्यात् तर्हि अश्य इति कृते अश् योगः अश् योगः य इति कथं भगिनी अश् इति ओके प्रथम यदि यदि यदि भावना स्यात् यदि अत्र विधिलिङ्ग सम्भावनार्थे यदि पासिबिलिटि इफ् इट् इस् लैक् देट् अश् योगः अश् योगः य इति दोषपूर्णरूपं सेत्स्यति दोषपूर्णम् आगच्छति किल यदा प्रथमं पश्यतु तत्र आश्यश्य इत्येव स्यात् तदेव समीचीनम् इदानीं यदि वयं तत्र सप्तम्यन्तं सन्न्यङ्गोः इति स्वीकुर्मः चेत् तत्र यदा श्लौ इति आसीत् तत्र सप्तमी परनिमित्तं किल अतः तत्र किं भवति तत्र तत्र यकारनिमित्तं भवति द्वित्वस्य इति कारणं भवतु अस्तु ओके अश्योगः अश्योगः ओके ओके ओके परनिमित्तं यदा वयं यदा वयं दाधातुः दाधातोः कुर्मः श्लौ इत्यनेन तत्र किं भवति दाधा एव किल भवति तत्र श्लौ इति निमित्तम् आसीत् तादृशम् ओके यदि तादृशं स्वीकुर्मः तत्र दोषपूर्णं भवति ओके आगत्य वामतः एकाच् भागः अच् वर्णेन समाप्यते ओके सो दट्स् वै देन् ओके फलं तु अजातिधातुप्रसङ्गे हलादिधातूनां कृते यथा कथमपि करोति चेत् दोषः न भवति पट् पट् इति कृते आम् आम् ईदर् पट् पट् अथवा प पट् इति ओके किन्तु किन्तु सङ्गति कृते सामञ्जस्य कृते सर्वत्र समानरीत्या क्रियते चेत् वरम् इट्स् बेस्ट् टु डू किन्तु सङ्गति कृते अत्र अजादिधातोः कृते सामञ्जस्य कृते सर्वत्र समानरीत्या क्रियते चेत् वरम् वाट् इस् सामञ्जस्य कृते भगिनी समानं भवतु यूनिवर्सल् समानं भवतु सर्वत्र इति कृते देन् ओके सो डोण्ट् टेक् इट् अस् सप्तमी विभक्ति ओके इति कृत्वा अग्रे शीन् धातोः शैयोगः य इति प्रसङ्गे शीन् धातोः शैयोगः य इति प्रसङ्गे चकार शय्य इत्येव सम्यक् भवति आम् अजादे द्वितीयस्य इत्यनेन नो दिस् इस् हलादि शैयोगः य शय्य इत्येव सम्यक् आम् आम् एवं च सर्वत्र समानरीत्या क्रियते चेत् सारल्यम् एतदेव मातृणां मतम् अस्तु सदावगतं किल अतः तत्र वयं समानरीत्या स्वीकुर्मः चेत् तत्र भ्रमः न भवति इत्येव वदति तत्र सप्त षष्टि इति स्वीकुर्वन्तु षष्टि इत्येव स्वीकुर्वन्तु इति न षष्टि इत्येव अस्ति सन्न्यङ्गोः अतः यदा तद् अजादिः अस्ति चेत् तत्र द्वित्वकार्यस्य अन्तर्भूतं भवति अश्य इति भवति तत्र भू इत्यत्र तु तत्र क्लेशः नास्ति तदापि समानं भवतु इति कारणेन तादृशमेव स्वीकुर्वन्ति चेत् तत्र भ्रमः न भवति नन्द्राः संयोगादयः वयं सूत्रं पठितवन्तः अचः पराः संयोगादयः न धराः द्विः द्वित्वं न भवन्ति द्विः न भवति भवन्ति ओके न च ध च ऋ रेपः च तेषाम् इतरेतरद्वन्द्वः इन्द्राः संयोगस्य आदयः संयोगादयः षष्ठी तत्पुरुषः न अव्ययपदं द्राः प्रथमान्तं संयोगादयः प्रथमान्तं त्रिपदमिदं सूत्रम् अजादे द्वितीयस्य इत्यस्मात् अजादेः इत्यस्य अनुवृत्तिः अच् च असौ आदिः च अजादिः तस्मात् अजादेः कर्मधारयः एकाचो द्वे प्रथमस्य युष्मात् इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अजादेः संयोगादयः न्द्राः न द्वे ओके नन्द्राः संयोगादयः इत्यनेन द्वित्वं न भवति इति परिगणितवर्णानां कृते न द्वित्वं भवति इति सूत्रं वदति संयोगादयः नकारः अपि च दकारः अपि च रेफः तेष् नन्द्राः इति सूत्रेण उक्तम् अत्र ऊर्णु इति कृते वयं दृष्टवन्तः रेपस्य द्वित्वं न भवति इति ऊर्णु इति कृते ऊर्णु अजादेः द्वितीयस्य रेपः णु इति कृते द्वित्वं न भवति इति रेपः इति न उल्लेखः भवति द्वित्वस्य कृते इति अनुवृत्तिसहितसूत्रम् अजादेः संयोगादयः नन्द्राः संयोगादयः सूत्रम् अजादिधातोः कृते एव भवति अजादेः संयोगादयः इन्द्राः न द्वे इति अस्तु उदाहरणं पठतु mama said it's okay that cookies help us deliver our services that sentence is there on top again okay okay iti press kurva karotu bagini oh I see we have too many windows open not going tadapi na agatam va again the whole thing went away तत्र भवती एव तद् लोड् करोतु प्रायः प्रायः महोदय अस्तु भगिनि आं महोदय भवान् उदाहरणानि पठतु वा अस्तु यथा ऊर्णु इति उ इति प्रथमः एकाशभागः ऋणु इति द्वितीय एकाशभागः अजादिः धातुः अस्ति तर्हि अजादे द्वितीयस्य इत्यनेन द्वितीयस्य एकाशभागस्य द्वित्वम् नन्द्रासंयोगादयः इत्यनेन संयोगादिरेफस्य द्वित्वं न भवति अतः नु इत्यस्य एव द्वित्वम् अस्ति तत्र ऊर्नु इत्यस्मिन् संयोग रेफ नकार अस्ति तसंयोग अस्ति तति तर्हि तत्र रकारस्य न भव रेफस्य न भवति द्वित्वं न भवति नन्द्रासंयोगादयः इत्यनेन तर्हि ऊर्नु ऊर्नु नु इति तत्र ऊर्णुनु इति अस्ति अत्र भगिनी अहं मम भ्रमः भवति ऊर्णुनु इति अस्ति तत्र अभ्यससंज्ञा अभ्यास कस्य अस्ति अभ्यासः कः अभ्यासः भवति नूनु इति नु इति अभ्यासः नूनु उभे अभ्यस्तं किल नूनु इत्यस्य अभ्यस्तम् इति संज्ञा प्रथमस्य अभ्यासः अभ्यासः वा द्वितीयस्य भवति द्वितीयस्य एव अभ्यासः सर्वदा प्रथमस्य वा द्वितीयस्य वा न अजादे एकम् अभ्यास उभे अभ्यस्तम् उभे अभ्यस्तस्य द्वितीयस्य द्वित्वस्य अभ्याससंज्ञा नु इत्यस्य तर्हि अभ्यासः ऋणो नु इति अभ्यस्त प्रायः सत्यं तत् पूर्वोऽभ्यासः किल पूर्वोऽभ्यासः अतः प्रथमस्य पट् पट् इत्यत्र पट् इत्यस्य प्रथमपट् इत्यस्य एव अभ्यासः इति संज्ञा अतः प्रथम पट् क्षम्यतां नु इत्यस्य एव अभ्यासः इति संज्ञा अस्तु उन्दुयोगः सन् तर्हि उन्द्योगः सन् इति इडागमः षत्वादेशः. इदानीं धातुः अस्ति उन्दिश इति अस्ति, उन्दिश इति धातुः अस्ति. इदानीम् एका च प्रथमभागः अस्ति उ, द्वितीयः अस्ति इन्दि, अपि च श इति अस्ति. तर्हि द्वितीयः एकादश भागः अस्ति इन्दि इति अस्ति. अजाद् इत्यस्य इत्यनेन न्दी इत्यस्य एव द्युक्तं भवति. उन्दि न्दी इत्यस्मिन् यद्यपि इन्दी इति एव भवेत्, परन्तु तत्र नकारस्य न भवति, नकारस्य नन्द्रासंयोगः इत्यनेन नकारस्य न भवति. तर्हि उन्द् उन्द् उन्दि दि च इति एकवारं पठामि. अजादद्वितीयस्य इत्यनेन द्वितीयस्य एकाद् भागस्य द्युक्तम् इन्दि इति द्वितीयः एकाश भागः. नन्द्रासंयोगादि इत्यनेन संयोगादिः नकारस्य द्वित्वं न भवति, अतः दि इत्यस्य एव द्वित्वं. प्रथमः तृतीयः च एकाश भागः यथावत् तिष्ठतः. प्रथमस्य अपि च तृतीय तथैव श इति तत्र एकाश भागः अस्ति श इति तदा तथैव तिष्ठति. तर्हि उन्दि दि श. तर्हि अत्र द्वित्वं तत्र अभ्यासः अस्ति दि इति अभ्यस्तं दीन्दि सत्य अत्र एतत् स्पष्टं किल? आम् स्पष्टम् इदानीम् इदानीमेव स्पष्टं जातं, पूर्वं किञ्चित् तदग्रिमसप्ताहे पुनः पश्यामः. अभ्यासः अभ्यासः अभ्यस्तम् इति द्वे संज्ञे. पूर्वाभ्यासः द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः. पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं. द्विपदभेदसूत्रम् एकाचोद्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रम् इति पूर्वः अभ्यासः द्वयोः. यथा भूयोगय इति अस्ति, इदानीं भूय इति सनङ्ग इत्यनेन तत्र भूय इत्यस्य द्युत्तं भवति. तर्हि आजादे द्वितीय एकाचद्वे प्रथमस्य इत्यनेन प्रथम एकाच भागस्य द्युत्तम् अस्ति. भू भू इति अस्ति, भू भू इति. इदानीं तत्र यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः. अत्र भू भू इत्यस्मिन् द्विवारम् उच्चारणं जातम्, भूभू इत्यस्मिन् द्विवारम् उच्चारणं जातम्, अतः तस्मिन् प्रथमभागस्य नाम अभ्यासः. प्रथमः भू इति भागः अभ्याससंज्ञकः इति अस्ति. तर्हि तत्र उन्दि दिशा इत्यस्मिन् तर्हि इन्दि इति अभ्यासः वा दि इति अभ्यासः वा? तर्हि इन्दि इन्दि इति अभ्यासः. इन्दि दि इन्दि इति अभ्यासः, उभे अपि अभ्यासः. आमां सत्यं, प्रथमस्य एव अस्तु. उभे अभ्यस्तम् द्वित्वानन्तरं द्वयोः समुदायः अभ्यस्तसंज्ञको भवति. उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं. द्विपदविदं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्ति सूत्रमस्ति. उभे द्वे अभ्यस्तं वयं जानीमः. यथा भूयोगय इति अस्ति, भूय इति धातुः अस्ति, तस्य द्वित्वं भवति भू भूय. द्वित्वानन्तरं द्वयोः समुदायोः इत्युक्ते भू भू इत्यस्य अभ्यसंज्ञकः भवति. अत्र भू इत्यस्य द्वित्वं कृते द्वयोः भू भूभागयोः समुदायः भू भू, अतः भू भू इत्यस्य एव अभ्यस्तसंज्ञा, न तु भू भूय इत्यस्य. आम् इदानीं स्पष्टं, भू भू इत्यस्य अभ्यस्तसंज्ञा भवति, न तु भू भूय इति त्रयाणां न भवति. तथैव सर्वत्र अस्य द्विवारम् उच्चारणं जातं, यस्य द्विवारम् उच्चारणं जातं तस्य एव द्वित्तकृतसमुदायः अभ्यसंज्ञक अभ्यस्तसंज्ञकः भवति. तर्हि अत्र द्वित्तम् अभवत् केवलं भू इत्यस्य एव इत्यस्य. तर्हि उभे अभ्यस्तम् इत्यर्थेन तत्र द्वित्तकृतसमुदायः अस्ति. द्वित्तानन्तरं द्वयोः समुदायः अभ्यसंज्ञकः भवति इति अस्ति. तर्हि यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् अस्तु. तर्हि तत्र उभू भू इत्यस्य एव अभ्यस्तसंज्ञा भवति, न तु भूय भू भूय इत्यस्य इति अस्ति. तद् तत्र तद् अश् इत्यत्र तत्र अश्याश्य इति तस्य एव द्विवारम् उच्चारणं जातं, श्य इत्यस्य अभ्यास पूर्वोऽभ्यासः इत्यनेन अभ्याससंज्ञा, श्य इत्यस्य एव अभ्यस्तं किल, अत्र तु यकारः अन्तर्भूतः, अस्मिन् तु न, भू इत्यस्य न, तदेव भेदः द्वयोः. अजादि हलादि श्याशि इति अस्ति खलु तत्र, तर्हि श्याश्य इति अस्ति तत्र, श्या इत्यस्य श्या भवति वा या भवति वा तत्र किम् अस्ति, तत्र सूत्रं वयं दृष्टवन्तः खलु तत्र किम् अस्ति, शर्परे कयः इति, शर्पूर्वकयः वा कयः अस्य इति खलु तत्र शर्पूर्व कै नास्ति खलु, क्षम्यतां, शर्पूर्वः कयः, तर्हि अतः अशि एव अशि एव अश्य इति अशस्य इति एव भवति धातुः प्रायः कार्याणि प्रायः कार्याणि स्यात् हलादिशेषः अस्ति किल इतोपि. आम् हलादिशेषः, अतः अस्य इत्यस्मिन् यकारस्य लोपः भवति, अशस्य इति अस्य अस्य नास्ति अशस्य इति भवति, शस्य इति इति अशस्य न न, परन्तु संज्ञा तु द्विवारम् उच्चारणं तु श्यश्य इत्यस्य एव द्विवारम् उच्चारणं, श्य इति एव प्रथमभागः, अस्य एव हलादिशेषः इति भवति, सत्यं समीचीनं वा, धन्यवादः महोदय. अग्रे अपि अस्ति इतोपि चिन्तनं पश्यामः. भगिनी अरुणा भगिनी भगिनी द्वित्व द्वित्वसम्बन्ध इतोपि किञ्चित् चिन्तनम् उपरयुक्तं यत् धातुः एकात् अस्ति चेत् द्वित्व अवसरे सम्पूर्णधातुः स्वीकरणीयः, यथा यङ्लुकि फट् धातु फट् फट्, अत्र भाष्यकारः चिन्तनं कुर्वन् निर्दर्शनं दत्त्वा वदति यत् जुहोत्यादिगणीय निजिर् धातोः चित्तं कथम् अनुबन्धरहितत्वात् निज् भवति, औपदेशिक निज् धातोः सार्वधातुकप्रक्रिया अवसरे लटि लोटि लङ्गि विधिलिङ्ग् चतरि द्वित्वं क्रियते, एकाच् बहुव्रीहिसमासः एकः अचः यस्मिन् सः, तर्हि निज् धातोः विषये केन एकाच् जातः इति प्रश्ने सति इकारेण तदर्थं तदर्थं च तस्र चतस्र तदर्थं चतस्रः सम्भावनाः सन्ति, निज् इच् ततः अग्रे उच्यते यत् इ अथवा इच् इत्यनयोः द्वित्वार्थं स्वीकाराः भवति चेत् इष्टं सार्वधातुकम् अङ्गं ने निज न सिद्ध्यति, परन्तु नि अथवा निज् द्वित्वार्थ स्वीक्रियते चेत् उभयत्र इष्ट सार्वधातुकम् अङ्गं जायते, निज् तर्हि अनयोः नि अथवा निज् इत्यो मध्ये कस्य द्वित्वं स्यात्. ओके भगिनि, वयं पठितवन्तः अधुना, अग्रे धातुः एकात् अस्ति चेत् द्वित्त प्रक्रिया अस्ति चेत् सम्पूर्णधातुः स्वीकरणीयम्, उदाहरणं फट् फट् फट् धातु फट् फट् इति सम्पूर्णधातुः स्वीकरन्ते अत्र, परन्तु अत्र भाष्यकारस्य वदति यत् जुहोत्यादिगणे एकः धातुः अस्ति निजिट् धातोः द्वित्वं कथं भवति इति प्रश्न अस्ति, अनुबन्धरहिता निज् भवति, धातुः निज् धातुः औपदेशधातुः निज् धातुः सार्वधातुकप्रक्रिया समये उदाहरणं लट्टि लोटि लङ्गि विधिलिं शतरि शत्रुप शत्रुशानविषये युक्तं क्रियते. परन्तु अग्रे उच्यते इ अथवा अत्र निज् नि निज् अत्र इच् अवदूत् दातु तस्मात् पूर्वं किमपि अस्ति भगिनि तद् भवत्या न उक्तम्. यदा निज् इति स्वीकुर्मः तत्र एकात् भागः कः? मि एव. तत्र इकारः अपि एकः अच् यस्मिन् सः एकः अच् निज् इत्यत्र इकारः इकारेण एकाच् इति भवति. तत्र चतस्रः सम्भावनाः के ते के? तत्र बहुव्रीहीय तत्र एकाच् यस्मिन् अस्ति इति नी इत्यस्मिन् एकाच् अस्ति, निज् अस्मिन् एकमस्ति, इ इत्यस्मिन् एकः अस्ति, इज् अस्मिन् एकः अस्ति इति कुर्मः चेत् तत्र चत्वारः एकः अच् यस्मिन् सः इकारे नि निज् इ इज् तत्र सम्भावना चतुष्टयम् अस्ति किल यत्र एकाच् अस्ति. तत्र वयं यदा इ अथवा इज् इत्येव स्वीकुर्मः चेत् द्वित्वं सर्वं कुर्मः चेत् अत्र नेनिज् इति रूपं न साधयितुं शक्नुमः. इ इति यदा तत्र ऊर्नु इति अत्र कृतवन्तः किल तादृशं भवति. इ इज् इज् झ तादृशं भवति. तत्र नेनिज् इति रूपं तु न आगच्छति. समीचीनम्. अतः ते किम् उक्तवन्तः? केवलं नी अथवा निज् स्वीकुर्वन्तु. तत्र ने निज् इति आगच्छति रूपं. द्वित्वं कुर्मः अनन्तरं तत्र कार्याणि यदा तद् गुणो यङ् लुकोः इति एकं सूत्रं दृष्टवन्तः किल तादृशं यदि कुर्मः तत्र ने निज् इति आगच्छति इति. एतत्तु जुहोत्यादिगणस्य विषये किल, न तु यङ्ग्लुक् यङ्ग्लुक् इत्यर्थम्. यङ्ग्लुक् अपि तदेव भवितुमर्हति. तदेव भवति परन्तु तत्र इति भवति अत्र तु जुहोत्यादिगणस्य विषये चिन्तनं कृतवन्तः. तत्र नेनिज् इति रूपं भवति. अतः नी इति स्वीकुर्मः वा निज् इति स्वीकुर्मः वा यद् यद् रूपं साधु साधुरूपं किम् इति अग्रे चर्चा तस्य विषये एव. प्रश्नः अवगतः वा? अवगतं भगिनि. गृहत्यधिगणे गत्वा कार्यं एकाच् भागस्य अत्र ईकार इति वयं स्वीकृत्य दृश्यरूपं न भवति. तदेव नि वा निज् इति एव स्वीकरोति. द्वित्वं कथं करणीयं, कस्य करणीयम् इति प्रश्नः. अग्रे भगिनि, अत्र भाष्यकारः अत्र भाष्यकारः प्रतिपादयति यत् नी स्वीक्रियते चेत् अभ्यस्तम् अस्ति नीनि. सार्वधातुकम् अङ्गम् अस्ति नेनिच् किन्तु अभ्यस्तम् अस्ति नीनि. अत्र त्रिषु प्रधानस्थलेषु समस्या जायते. ओके, भाष्यकारः वदति नी इति अद्वित्व क्रियते चेत् अभ्यस्तरूपमस्ति नीनि. अत्र रूप धातुद्वयं श्रूयते, तदपि अभ्यस्तम् इति कथति नाम भवति. सार्वधातुकम् अङ्गस्य अङ्गम् अस्ति नीनि परन्तु अभ्यस्तम् अस्ति नीनि नीनि इति अभ्यस्तं किन्तु अभ्यस्तम् अस्ति नीनि अत्र त्रिषु प्रधानस्थलेषु अत्र प्रश्नः अत्र अस्ति चेत् यत् अस्ति प्रधानस्थलं किम् इति प्रश्न उदेति अभ्यासकारं नी इति स्वीकृत्य कुर्मः नी नी इति अभ्यस्तस्थानं भवति अत्र समस्या भवति त्रिविध इदं प्रथमम् अभ्यस्तात् अदभ्यस्तात् अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुष बहुवचने च स्थाने अत् आदेशः अतः लटि जि अति नतु अन्ति लोटि जि अतु न तु अन्तु अदभ्यस्तात् इति सूत्रं वदति मध्ये जकार आगच्छति इति व्यवधानं भवति इति तदेव बहुवचन प्रत्यये जास्थाने अत् आदेशः भवति लट्लकारे अति भवति लोट्लकारे अन्तु भवति ददति ददतु इति आसीत् किल दादातुः जुहोत्यादिगणे अनेन सूत्रेण एव अदभ्यस्तात् इत्यनेन बहुवचन यङ्ग् लुकि अपि दृष्टवन्तः आम् सत्यम् अतु अन्तु इति क्षम्यताम् आम् अति अतु इति आसीत् न तु अन्तु इति तत्र कश्चन तत्र क्लेशः भवति कः क्लेशः इति अग्रिम अस्ति भगिनी पठतु तदपि उत्तरस्य प्रथमस्य आदिमप्रत्ययस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् आदेशो भवति अत् प्रथमान्तम् अभ्यास्तात् इति पञ्चम्यन्तं द्विपदं सूत्रं जो अन्तः इत्यस्मात् झः षष्ट्यन्तम् इति अनुवर्तति आयनेयी नीयः षट् खच्छ्रां प्रत्यादीनाम् इत्यस्मात् वचनपरिणामं कृत्वा प्रत्यय आदेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्यय आदेः जः अत् ओके सूत्रं वदति अभ्यस्तसञ्ज्ञक धातु उत्तरसप्रत्यय आदिम अवयस्य जकार ओके अद्वाहं जकार अस्ति चेत् अभ्यस्तसञ्ज्ञक धातुस्य प्रत्ययस्य आदिम अवयव जकारस्थाने अत् केवलं जकारस्थाने अत् आदेशः भवति अतः तद् अभ्यस्तात् अङ्गात् प्रत्ययादेः जकार न तु जि अस्ति चेत् अत्र इकार अनन्तरम् आगच्छति परन्तु केवलं जकार झा एव अत् आदेशः भवति परन्तु निनि अभ्यस्तम् अस्ति चेत् निनि च जि प्रत्ययः चेत् अनयोः मध्ये झकारः वर्तते तदर्थम् अत् आदेशः न भविष्यति नीनि इति अभ्यस्त सन्नधातु अस्ति अत्र जि प्रत्ययपरे अनयोः किं झकारः अस्ति भगिनि स धातुः तु निज् समीचीनम् इदानीं द्वित्वं नी इति भागस्य कृतवन्तः नी नी झ अनन्तरम् इदानीं जि इति प्रत्ययः जि प्रत्ययस्थाने यदा तद् अव्यवहितपरस्य इति भवति किल तस्मात् इति उत्तरस्य तत्र साक्षात् परः जि भवेत्, व्यवहितं न, व्यवधानं मध्ये न भवेत्, तत्र तु व्यवधानम् अस्ति नीनि च अनन्तरं जि, अद्य जकारः अस्ति, जकारः इति अल्पप्राणजकारः तु धातोः भागः किल, नीनि ज झ, इदानीं तत्र जकारस्य मध्ये धातुप्रत्ययोः मध्ये एकः जकारः अपि धातोः अन्तर्हितः एकः जकारः अस्ति इति कृत्वा तत्र अर्थ आदेशः न भवति. अभ्यस्तसंज्ञकधातु उत्तरस्य प्रत्ययस्य, अभ्यस्तसंज्ञकः कः? नी तद् जकारः धातोः भागः जकारः तद् अस्ति किल, नी निज् जि, पुनः ज प्रत्ययः ज, तत्र व्यवधानं मध्ये जकारः व्यवधानरूपेण अस्ति इति कृत्वा जकारस्य अर्थ आदेशः न भवति. किं भवति भगिनि? नी नी च एव ते किम्, अत्र निष्कर्षः कः इत्युक्ते नी इति न स्वीकरणीयं, निज् इति पूर्णतया स्वीकरणीयं द्वित्वकार्यस्य. केवलं नी इति स्वीकुर्मः चेत् एतादृशक्लेशाः आगच्छन्ति. प्रथमक्लेशः किम् इत्युक्ते अदभ्यस्तात् इत्यनेन तत्र अत् आदेशः न भवति. यदा अत् आदेशः न भवति चेत् रूपं दोषाय भवति किल, अन्तिमरूपं, तदेव प्रथमं. धन्यवादः भगिनी. उषा भगिनी द्वितीयं पठति वा? द्वितीयं लङ्गि, लङ्गि अभ्यस्तसंज्ञकधातोः परस्य, लङ्गि अभ्यस्तसंज्ञकधातोः परस्य झि स्थाने जुस् आदेशः. जुस् इत्यस्य अनुबन्धलोपे रुत्वविसर्ग रुत्वविसर्गौ उः इति भवति. तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत् लङ्गि अण् स्थाने उः इति प्रत्ययः भवति. अस्तु भगिनि, लङ्गि वयं दृष्टवन्तः, लङ्गि अभ्यस्तसंज्ञकधातोः परस्य झि स्थाने जुस् आदेशः भवति. जुस् आदेशः इति कृते जुस् इत्यस्य अनुबन्धलोपानन्तरं ऋत्वविसर्गौ उः एव भवति, उः एव तिष्ठति. तर्हि अभ्यस्तसंज्ञकधातुः अस्ति चेत्, अभ्यस्तसंज्ञकधातुः अस्ति चेत् अन् स्थाने उः इति प्रत्ययः भवति इति वयं जानीमः. तत्कारणः सिजभ्यस्तविधिभ्यश्च इति सूत्रम् अस्ति. सिजभ्यस्तविधिभ्यश्च ञित् लकारस्य, ञित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद् धातोः अपि च परस्य झि प्रत्ययस्य स्थाने जुस् आदेशः भवति. सिच् च अभ्यस्तश्च विधिश्च तेषाम् इतरेतरद्वन्द्वः सिजभ्यस्तविधिभ्यः तेभ्यः सिजभ्यस्तविधिभ्यः, सिजभ्यस्तविधिभ्यः पञ्चमीयन्तम् च अव्ययपथं द्विपथमितं सूत्रं, नित्यं ञितः इत्यस्मात् ञितः इत्यस्य अनुवृत्तिः, झेजुस् इत्यस्मात् जेहे जुस् इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, सिजभ्यस्त विधिभ्यः च ञितः लस्य जेहे जुस्. सिजभ्यस्तविधिभ्यश्च इति सूत्रं वदति, ञितः ञितः लस्य अनुवृत्तिसहितसूत्रे अस्ति, ञितः लस्य, ञितः लस्य, लस्य लस्य ञित् अत्र लङ् लकारः, सिजभ्यस्तविधिभ्यश्च इति पदमस्ति सिच् प्रत्ययस्य कृते, अनन्तरम् अभ्यस्तसंज्ञकधातोः अस्ति चेदपि, अपि च विद् धातोः स्तुति सिजभ्यस्तविधिभ्यः च ञितः लस्य ञित् लस्य लङ् लस्य जेहे जे स्थाने जि जक जी स्थाने, जी स्थाने जुस् आदेशः भवति इति. जुस् इत्यस्य कृते अपि उ एव तिष्ठति, परन्तु अत्र अभ्यस्तसंज्ञकं ने निज् निज् इति कृते नी निज् नी नी इत्येव अभ्यस्तसंज्ञकम् इति चेत् समस्या भवति इति. परन्तु नी अभ्यस्तम् अस्ति चेत् नी च झि प्रत्ययः चेत् अनयोः मध्ये जकारः नीयते, यतोहि धातु निज् अस्ति, नि निज् इति कृते अनन्तरं झकारः अस्ति, झि प्रत्ययः भवति, लङ् प्रथमपुरुष बहुवचनं झि प्रत्ययः, नि निज् अपि च अनन्तरं झि प्रत्ययः, तस्य आदेशः भवति, उः भवति, परन्तु नीनि इति अभ्यस्तसंज्ञं संज्ञकं न दृश्य अभ्यस्तसंज्ञकं संज्ञक नीनि भागस्य जुस् उः इति न दृष्टं भवति, यतोहि मध्ये जकारः मध्ये जकारः अस्ति, अत्रापि व्यवधानं जकारः मध्ये अस्ति, वाण्ट् उस् आदेशः, सो ने सो निज् निज् इति द्वित्वं भवति समग्रधातोः, समग्रधातोः कुर्मः चेत् अत्र दोषः न भवति, नास्ति, तृतीयबिन्दुः अपि पठतु भगिनि, शत्रुप्रत्यये परे अभ्यस्तसंज्ञक अङ्गात् विहितस्य शत्रुप्रत्ययस्य नुम् आगमः भवति, न अभ्यस्तात् चतुः इत्यनेन तदपि निषिद्धः भवति, ओ नुम् आगमः निषिद्धः भवति शत्रुप्रत्यय, न अभ्यस्तात् चतुः, ओके चतुः इति शत्रुप्रत्यय, ओके शत्रु इत्यस्य षष्टि, न अभ्यस्तात् चतुः, अभ्यस्तात् अङ्गात् उत्तरस्य चतुः नुम् न भवति, ददतः जाग्रतौ जाग्रतः, अभ्यस्त अङ्गात् उत्तरस्य शतुः नुम् न भवति, ददत् अत् प्रत्ययः शत्रुप्रत्ययः, सो दा योगः अत् देन् ददत् नुम्मागमः नास्ति, नुम्मागमः वाट् इस् दट् सूत्र भगिनि बिफोर् दिस् वाट् इस् दट् वदतु महोदय, सर्वनामस्थाने उक् इति इत् इत् वर्णः शत्रु इस् उगित् अतः नुम्मागमः भवति, परन्तु अत्र नाभ्यस्ता चतुकु इत्यनेन अभ्यस्तात् अङ्गात् उत्तरस्य चतुः नुम् न भवति, वयं पठितवन्तः परन्तु वयं विस्मरामि, अभ्यस्त वेर् एवर् इट् वास् यूस् इट् सेल्फ् वास् बिगिनिङ्ग् क्वश्चिन् फार् मी, बट् वी हव् स्टडीड् आल् दिस् अदभ्यस्तात् सिजभ्यस्त विधिभ्यश्च, सो अभ्यस्तगणे एव वयं पठितवन्तः, अनन्तरं प्रायः द्विवारं त्रिवारं मध्ये मध्ये पुनः पुनः आगतं, तत्र अदादिगणे तद् तत् किं षड् दातवः तत्र यद्यपि ते किम् आसीत् दरिद्र तद्गणः एकः गणः आसीत् किल दरिद्र तत्र प्रथमधातुः एव तस्मिन् सूत्रे उल्लिखितमासीत् इदानीं जक्षित्यादयः जक्षित्यादयः षट् तद् तत्र एव एतद् आगतम् अदभ्यस्ता सुजभ्यस्त विधिभ्यभ्य इति तस्मिन् एव तत्र एव आगतम् अनन्तरं पुनः वयं जुहोत्यादिगणितवन्तः अनन्तरं पुनः वयं यदा शत्रुरूपाणि साधितवन्तः तत्र पुनः आगतं नाभ्यस्ता चतुः नित्यंलोकी पाठे अपि पठितवन्तः सो अभ्यस् उभे अभ्यस्तम् इति वेरि इम्पार्टेण्ट् अस्ति, आम् आदभ्यस्ता सिजभ्यस्त विधिभ्यश्च न अभ्यस्ता चतुः, परन्तु निनि अभ्यस्तम् अस्ति चेत् निनि च अत् प्रत्ययः च इत्यनयोः मध्ये झकारः वर्तते, तदर्थं नुम् आगमनिषेधः न भविष्यति. आम् अस्तु. सो निनि इत्येव अभ्यस्तम् अस्ति चेत् नुम् आगमः न निषेधः न भविष्यति इति कृते वयं तत् न इष्टं भवति इत्यनेन पूर्णधातोः धातोः द्वित्वम् इत्यनेन एव इष्टरूपं सिद्ध्यति इन् दीस् त्री केसेस्. ओके, अतः एते त्रयः एव क्लेशाः. तत्र शत्रुप्रत्ययस्य नुमागमनिषेधः न भवति, अनन्तरं सिजभ्यस्तविधिभ्यश्च इत्यनेन जी स्थाने जुस् न भवति, अदभ्यस्तात् इत्यनेन जकारस्य स्थाने अत् आदेशः न भवति यदि वयं नी इति स्वीकुर्मः चेत्. समीचीनं वा? अस्तु, महोदय पठति वा? अतः भाष्यकारः वदति. अस्तु, अत्र अतः भाष्यकारः वदति यत् आहत्य श्लौ लिटि चङ्गि च यत्र एका च धातुः अस्ति तत्र सदा सम्पूर्णधातुः अधित्यं करणीयम्. सम्पूर्णधातुः अधित्यं करणीयम् अस्ति लटि लिटि चङ्गि श्लौ परे. अस्तु, सम्पूर्णधातुः येषु स्थलेषु श्लौ लिटि चङ्गि यत्र औपदेशिकधातुः अनेका च अस्ति तत्र तैः उक्तं यथा उपरि प्रदर्शितं, नाम हलादिधातुः अस्ति चेत् प्रथमस्य एकाच् भागस्य युक्तम्, अपि च अजादिधातुः अस्ति चेत् द्वितीयस्य एकाच् भागस्य युक्तं करणीयं. तत्र प्रथमः एकाच् भागः समाप्यते वामतः प्रथमे अचवर्णे, यथा जागृ इत्यस्मिन् जा इति एकाच् प्रथमः एकाच् भागः अस्ति, जागृ इति अथ गृ इति द्वितीय एकाच् भागः अस्ति, अत्र जा जागृ इति तत्र भवति. ऊर्णु इत्यस्मिन् अजादिर्द्वितीयस्य इदानीम् ऊ इति अस्ति एकमस्ति, द्वितीयमस्ति एकाच् भागः अस्ति उर्णु इति अस्ति, तर्हि उर्णु इत्यस्य एव द्वित्वं भवति. अनन्तरं तदनन्तरासंयोगदिनम् ऊर्णु नु इति. अधुना अस्तु, तत् स्पष्टमस्ति, किं करणीयम् इति अस्ति, तत्र स्पष्टमस्ति. अधुना यङ्गी सनि च धातुः सदा अनेकाच्, स च धातुः औपदेशिकः नापि तु आतिदेशिकः. येषु स्थलेषु भाष्यकारे साक्षात् नोक्तं कथं करणीयम्, अतः सिद्धान्ततः चिन्तनं करणीयमस्ति. कः सिद्धान्तः? अत्र द्वित्तप्रक्रियायां द्वौ सिद्धान्तौ प्रासङ्गिकौ. सिद्धान्तद्वयमपि महाभाष्ये प्रतिपादितम्. इमौ द्वौ सामान्यव्याकरणशास्त्रसिद्धान्तौ, न तु विशेषतः द्वित्वार्थं दत्तौ. अस्तु, ये सिद्धान्तौ सामान्यव्याकरणशास्त्रसिद्धान्तौ, न तु केवलं द्वित्वार्थे न दत्तमस्ति सिद्धान्तः, सिद्धान्तद्वयमपि, परन्तु द्वौ अपि द्वित्तप्रक्रियां प्रासङ्गिकौ, तेषां तत्र प्रासङ्गिकता अस्ति, नाम द्वित्तविषये प्रयोज्यौ भवितुमर्हतः एतौ द्वौ सिद्धान्तौ कौ? एकः अस्ति अजीनं व्यञ्जनं परेण संयोज्यम् इति महाभाष्यवचनं, यथा ग्रामाद् आगच्छति, तत्र ग्रामाद् आगच्छति, तत्र दकारः अचीनः हल् वर्णः, अतः तस्मात् परः यः आकारः तद्युक्तः भवेत् उच्चारणदृष्ट्या च लेखनदृष्ट्या च, तर्हि ग्रामादागच्छति इति, ग्रामादागच्छति इति अधीनम् अस्ति तत्र ग्रामाद् इति अस्मिन्, तत्र अधीनमस्ति दकारः अस्ति, अच् नास्ति तस्मिन्, तर्हि अग्रिमस्य अजीनं व्यञ्जनं परेण संयोज्यमिति इति अनेन ग्रामादागच्छति, अतः ग्रामादागच्छति इति. तदर्थम् अनेकवारं श्लोकानां लेखनावसरे पङ्क्त्यन्ते शब्दस्य अन्तिमवर्णः हल् वर्णः चेत् स च हल् वर्णः लिख्यते अग्रिमपङ्क्तेः आदौ, प्रथमशब्दस्य आदिवर्णेन सह सन्धिं वा सम्मिलनं कृत्वा. अस्तु, तत्र तर्हि तत्र श्लोकेषु यदि श्लोकस्य अन्तिम हल् वर्णः अस्ति चेत् अग्रिमपङ्क्ति आदौ तत्र तस्य योजनं भवति इति अस्ति. यथा य एको वर्णो बहुधा शक्तियोगा दूर्णानिनेका निहितासो दधाति विचैति चान्ते विश्वमादौ स देवः सनो बुद्ध्या शुभया संयुनक्तु इति अस्ति. अत्र शक्तियोगात् इति भवेत्, तत्र शक्तियोगात् इत्यस्य सन्धिं कृत्वा तत्र ऊ तत्र अपरेण अधीनमस्ति दकारः, तत्र परेण संयोजितमस्ति. अतः एको वर्णो बहुधा शक्तियोग इति, अनन्तरं दूर्णाननेका निहितार्थो ददाति इति तादृश अस्ति. उपरितने श्लोके पश्यामश्चेत् यद्यपि योगादिति एकं पदमस्ति, तथापि यतोहि अन्तिमदकारः अचिहीनः, अतः स च दकारः अग्रिमे पङ्क्तौ स्थापितः. अग्रिमपदस्थ वकारेण, वकारः वा उकारः, शक्तियोगात् अनेके न अग्रिमपदस्थलकारेण सह मेलनं कृत्वा इति अस्ति. सत्यम्, अग्रिमपदं वा इति, वा इति अत्र न ऊ नास्ति, वर्णानेका निहितार्थो दूर्णानेका नास्ति. अस्तु तर्हि इमं सिद्धान्तम् अनुसृत्य पठ्ययोग य इति पठ्य इति अस्ति. इदानीं पठ्य इत्यस्मिन् तत्र प ठ्य इति तत्र पठ् इत्यस्मिन् तत्र टकारः अधीनमस्ति, तर्हि तर्हि अन्तिम अन्यत्र योजनीयमस्ति. पठ् प पठ्य इति रीत्या द्वित्तं भवति, प पठ्य इति द्वित्तं भवति. अभ्यासः प अभ्यस्तं प प अट् योग य इति अस्ति. तत्रापि अट् इत्यस्मिन् अ योग अजिहीनं टकार अस्ति, तपरेण संयोज्यं ट्या इति तले अ ट्या ट्या इति रीत्या द्वित्वम्. अभ्यासः ट्या अभ्यस्तं ट्या ट्या इति अस्ति. अजिहीनं परेण संयोज्यम् इत्यनेन तत्र पठ्य पट् योग य इत्यस्मिन् प ट्या पपट्य इति भवति. अजादि अस्ति चेत् अट्यट्य सत्य अट्य अट्यट्य इति भवति. तर्हि अभ्यस्तं ट्याट्या इति अस्ति इति प्रथमसिद्धान्तः. अजिहीनम् अहम् अवगतम् अजिहीनं परेण संयोज्यम्, अनन्तरं तत् तदेव तत् वित्तकरणीयम् इति अस्ति. तत्र पूर्वस्मिन् तद् प्राचीनपुस्तकेषु अपि यदा पश्यामः तत्र मकारः अन्ते अस्ति चेत् आदिम तत्र मकारः इति आगच्छति. पठन्नस्मि किमर्थं तत् तादृश कुर्वन्ति इति. आम्, तदा यदा मया तत्र संस्कृतभारत्याः तस्मिन् काले यदा अन्यत्र तादृशं दृष्टवती, अहं तु चिन्तितवती तद् दोषाय इति, सर्वत्र गत्वा तस्य परिष्करणं कृतवती. तत् किमर्थं मकारः आदौ अस्ति इति, तत्र तादृशम् एतदेव पठने क्लेशः भवति एव यदा, परन्तु तदेव तद् लेखनरीतिः. द्वर्णाननेका इति न भवति खलु तत्र. यदि अजादि अस्ति चेत् सुलभतया भवति, अजादि अस्ति चेत् अग्रिमपङ्क्ति, परन्तु हल् अस्ति चेत् किञ्चित् क्लेशः भवति. तत्र द्वयोः संयोगः भवति. आम्, संयोगः भवति. सत्यं सत्यं. द्वितीयम् एतत् स्पष्टमस्ति किल, स्पष्ट द्वितीयसिद्धान्तम्. द्वितीयसिद्धान्तः एवमस्ति, भाष्यकारः प्रतिपादयति यत् उपदिष्टरूपैः मनसि बुद्धिः जायते. उपदिष्टरूपैः मनसि बुद्धिः जायते प्रक्रियायां क्रमेण अग्रे गमनेन. यदा कदाचित् परिहितरूपं प्रविष्टं भवति, धातुः वा भवतु प्रत्ययो वा भवतु आदेशो वा भवतु, तदा नूतनबुद्धिः मनसि उत्पन्ना भवति. तस्य बुद्धेः महत्त्वमस्ति. यावच्छक्यं बुद्धिम् अनुसृत्य प्रक्रिया साधनीया. यथा पट् योगय इति स्थले पट् इति बुद्धिः अस्ति, वयं जानीमः पट् इति शब्दः अस्ति इति, बुद्धिः अस्ति पट् इति धातुः अस्ति इति. पट् योगय स च पट् धातुः अर्थवान् अस्ति, पठधातुः अर्थवान् अस्ति, अतः पठधातुः. अतः यावच्छक्यं तस्य विभागः न करणीयः. यद्यपि अस्तु द्वितीयः अस्ति, यद्यपि तत्र वयं तत्र ट्या ट्या कृतवन्तः खलु, तत्र प एव शब्दः प इति कृत्वा प इति कृत्वा कृतः. अत्र प इत्यस्य किमपि अर्थः नास्ति. अतः यावच्छक्यं तस्य विभागः न करणीयः. बुद्धिसिद्धान्तमनुसृत्य पट् योगय पट् पट् य इति सिद्ध्युक्तं कार्यं न तु पपाठ्य. किमर्थमिति चेत् प इति भागः भागस्य बुद्धिः नास्ति, तत्र भागे बुद्धिः नास्ति खलु. प इति अत्र किमपि अर्थः नास्ति. प इति भाग बुद्धिः नास्ति, अर्थवान् नास्ति. अत्र प्रश्नः उदेति यत् तथा अस्ति चेत् बुद्धिम् अनुसृत्य अट् योग य इति अस्ति. अत्र अट् योग इत्यस्मिन् तत्र क्लेशः भवति. अट् इत्यस्मिन् अट् य इति एव भवति खलु तत्र. बुद्धिः अस्ति, अट् एव बुद्धिः अस्ति. इदानीं तत्र य इति प्रत्ययः अस्ति, वयं जानीमः तत्र. तर्हि अट् य इत्येव भवेत् इति रीत्या द्वित्वं करणीयं, न तु अट्य. तर्हि किमर्थम् अट् य इति रीत्या द्वित्वं न करणीयं? वयं जानीमः यतोहि तत् तथा क्रियते चेत् इष्टं रूपं न सिद्ध्यति. अतः बुद्धिम् अनुसृत्य कुर्मश्चेत् कुत्रचित् नियमस्य पालनं कर्तुं शक्नुमः, कुत्रचित् कर्तुं न शक्नुमः. तथापि अस्तु, तत्र तादृशः क्रियते चेत् तत्र कुत्रचित् कर्तुं शक्यते, कुत्रचित् न अनिष्टरूपं भवति इति अस्ति. तथापि विष्णुकान्तपाण्डेः नाम्ना जयपुरविश्वविद्यालयस्य व्याकरणविभागे अध्यापकः वक्ति यत् अनेन नियमेन करणीयं, द्वित्तं करणीयम् इत्युक्ते बुद्धिसिद्धान्तमनुसृत्य करणीयम् इति. तर्हि अत्र व्याकरणं तत्र व्याकरणे तत्र बुद्धिसिद्धान्तः किमस्ति? अत्र एकमस्ति सामान्य अस्ति विशेष. एतत् किम् अस्ति अत्र बुद्धिसिद्धान्तः वा? बुद्धिसिद्धान्तः द्वितीयं द्वितीयसिद्धान्तः तु बुद्धिसिद्धान्तः. तदनुसृत्य करणीयम् इति विष्णुकान्त पाण्डे महोदय वदति. तदेव स्वीकृत्य करणीयम् इति. परन्तु तत्र कुत्रचित् आगच्छति, कुत्रचित् न आगच्छति. यत्र न आगच्छति प्रथमसिद्धान्तः स्वीकरोतु इति तस्य मत. तत् अन्यत्र तत्र तस्य प्रयोगः अधिकेषु स्थलेषु तत्र बुद्धि प्रायः तत्रापि करोतु. अनन्तरं यदि न भवति चेत् तत् रूपं न जानीमः न कर्तुं शक्नुमः खलु. रूपं न जानीमः चेत् भ्रमः एव भवति, तद् दोषाय रूपं साधयामः. अस्माकं कृते तु प्रथमः एव वरम् अस्ति चिन्तयामि. सत्यं प्रथमः एव तद् यद् यथा एतत् सर्वं न दत्तं, एतादृशचिन्तनमेव न कृतं चेदपि वयं तु तत् प्रथम यद् उक्तं प्रथमसिद्धान्तस्य एव वयं कुर्मः किल. तत्र पट् पट् इत्येव साधयामः वयं सर्वदा. तदेव कृतवन्तः एतावता तदेव कृतवन्तः किल. तद् तदेव वयम् इदानीमपि कुर्मः. परन्तु एतादृशचिन्तनमपि अस्ति इति अस्ति. तदेव अन्तिमपङ्क्तौ अपि दत्तमस्ति, तदपि पठति वा महोदय? अनेन एषः विषयः समाप्तः. केचन वैयाकरणाः वदन्ति यत् अजीनं व्यञ्जनं परेण संयोज्यम् इति महाभाष्यवचनम् अनुसृत्य द्वित्यं करणीयम् इति प्रथमसिद्धान्तेन एव तत् अजीनं व्यञ्जनं परेण संयोज्यम् इति इत्यनेन द्वित्तं करणीयं. केचन वदन्ति यत् बुद्धिमनुसृत्य द्वित्तं करणीयं. माता जी वदति यत् अजीनं व्यञ्जनं परणसंयोज्यम् इति अनुसारं कुर्मश्चेत् लाभद्वयम् अस्ति. प्रथमः लाभः अस्ति, अनेकाच धातूनां कृते प्रक्रिया सर्वत्र समाना, हलाजिदातु चेदपि अजाजिदातु चेदपि. द्वितीयमस्ति लाघवम्, पापाट्य इति रीत्या द्वित्तं क्रियते चेत् हलादिशेषः इत्यस्य आवश्यकता न भवति, आवश्यकता अपि न भवति. तत्र लाघवमपि अस्ति तत्र पाप पठ्य पठ्य इति कृतमश्चेत् तत्र तकारस्य लोपः करणीयं भवति. पाप इति किमपि नास्ति तत्र, हलादिशेषः इति कार्यं नास्ति एव तत्र. इति लाभद्वयमस्ति इति अस्ति. तर्हि तत्र प्रथमः वयम् इदानीं कृतवन्तः पूर्वमपि, तदेव अनुसरणीयम् इदानीम् तत्तु जानीमः इदानीं. तदापि अस्माकं कृते तु अन्तिमरूपं साधुरूपं स्यात् इति कारणेन वयम् अचीनं व्यञ्जनं परेण संयोज्य अनुसृत्य कृत्वा यदि आवश्यकं तत्र बुद्धिम् अनुसृत्य अपि कर्तुं शक्यते. अतः अतः एतत् प्रथमः एव सम्यक् भवति. समीचीनं. अनेन एषः विषयः समाप्तः, अग्रे प्रायः अन्यविषयः भवेत्. तदग्रिमसप्ताहे पश्यामः. भारतसमयानुसारं 8:15 मिलामः. अस्तु अस्तु. समीचीनं वा? धन्यवादः. भगिन्यौ, भवतः तु समयपरिवर्तनमपि भवति किल अग्रिमसप्ताहे? आं भगिनि, दशदिनाङ्कात् तत्र एकघण्टा इतोपि अधिकं वा न्यूनं भवति किल इदानीं? स्प्रिङ्ग् स्प्रिङ्ग् स्प्रिङ्ग् फार्वर्ड् फार्वर्ड् तद् पश्यन्तु समयः कः भवति इति. 8:15 इण्डिया टैम् PM. इण्डिया टैम् वि विल् कीप् दस् 8:15 बिकास् मै क्लास् गेट्स् ओवर् अट् 8. ओके ओके. धन्यवादः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः.